पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 11 ऋषय ऊचुः सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसङ्करम् इदानीं श्रोतुमिच्छाम सुव्रतस्य महात्मनः कस्य पुत्रो महाप्राज्ञकस्य गोत्रसमुद्भवः किं तपस्तस्य विप्रस्य कथमाराधितो हरिः सूद उवाच कथा प्रज्ञाप्रभावेण पूर्वमेव यथाश्रुता तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः चरितं पावनं दिव्यं वैष्णवं श्रेय आवहम् भवदामग्रदः सर्वं विष्णोश्चैव प्रसाददः पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः सदुपुत्रविहीनस्तु बहु दुःखसमन्वितः दारिद्र्येण स दुःखेन सर्वदैवप्रपीडितः पुत्रोपायं धनस्यापि दिवा रात्रौ प्रचिन्तयेत् एकता तु प्रिया तस्य सुमना नाम सुव्रता भर्तारं चिन्तयोपेदमधो मुखमलक्षयद समालोक्य तथा कान्दं तमुवाच तपस्विनी दुःखजालैरसङ्ख्यैस्तु तव चित्तं प्रदर्शितं व्यामोहेन प्रमूढोऽसित्यज चिन्तां महामदे मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज नास्ति चिन्ता समं दुःखं काय शोषणमेव हि यश्चिन्तां त्यज्य वर्तेद स सुखेन प्रमोददे चिन्ताया कारणं विप्रकथयस्व ममाग्रदः प्रिया वाक्यं समाकर्ण्य सोम शर्मा ब्रवीत् प्रियाम् सोमशर्मोवाच इच्छया चिन्तितं भद्रे चिन्ता दुःखस्य कारणं तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् न जाने केन पापेन धनहीनोऽस्मि सुव्रते तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम् सुमनोवाच श्रूयतामभिधास्यामि सर्वसन्देहनाशनं स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् लोभपापस्य बीजं हि मोहो मूलं च तस्य हि असत्यं तस्य वैस्कन्धो मायाशाखा सुविस्तरा दम्भकौडिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा अनृतं तस्य सौगन्धं फलमज्ञानमेव च चत्मपाखण्डशौर्येर्ष्या क्रूरा कूडाश्च पापिनः पक्षिणो मोहवृक्षस्य माया शाखा समाश्रिताः अज्ञानं सुफलं तस्य रसो धर्मफलस्य च तृष्णोदकेन संवृद्धा श्रद्धा तस्य द्रवः प्रिय अधर्मसुरसस्तस्य उत्कडो मधुरायते यादृश्यैश्च फलैश्चैव सुफलो लोभपादवः अस्य छायां समाश्रित्य यो नरः परितुष्यते फलानि तस्य चास्नाति सुपक्वानि दिने दिने फलानां तु रसेनापि अधर्मेण दुपालितः ससन्तुष्टो भवेन्मर्त्यः पातनायाभिगच्छति तस्माच्चिन्तां परित्यज्य पुल्लोभं न कारयेद धनपुत्रकलत्राणां चिन्तामेकां न कारयेद यो हि विद्वान् भवेत् कान्दमूर्खाणां पथमेधिः मूर्खचिन्तयदे नित्यं कथमर्थं ममैव हि सुभार्यामिह विन्दामि कथं पुत्रानहं लभे एवं चिन्तयते नित्यं दिवारात्रौ विमोहितः क्षणमेकं प्रपश्येदचिन्तामध्ये महत्सुखं पुनश्चैतन्यमायादिमहादुःखेन पीड्यते चिन्तामोहौ परित्यज्य अनुवर्तस्व च द्विज संसारे नास्ति सम्बन्धकेन सार्धं महामदे मित्राश्च बान्धवाः पुत्राः पितृमातृ सभृत्यकाः सम्बन्धिनो भवन्त्येव कलत्राणि तथैव च सोमशर्मोवाच सम्बन्धकीदृशो भद्रे तथा विस्तरदो वद येन सम्बन्धिनः सर्वे धनपुत्रादिबान्धवाः सुमनोवाच ऋणसम्बन्धिन केचित् केचिन्यासापहारकाः लाभप्रदा भवन्त्येके उदासीनास्तथा परे भेदैश्च दुर्भिर्जायन्ते पुत्रमित्रस्त्रियस्तथा भार्या पिता च माता च भृत्या स्वजनबान्धवाः स्वेन स्वेन हि जायन्ते सम्बन्धेन महीतले न्यासापहारभावेन यस्य येन कृतं भुवि न्यासस्वामी भवेत्पुत्रो गुणवान् रूपवान् भुवि येनैवापहृतं न्यासं तस्य गेहेन संशयः न्यासापहरणाद्दुःखं स दत्त्वा दारुणं गतः न्यासस्वामीषु पुत्रो भून्न्यासापहारकस्य च गुणवान्नृपवांश्चैव सर्वलक्षणसंयुधः भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिने दिने प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन् स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमां यथा येन प्रदत्तं स्यान्न्यासस्य हरणात् पुरा दुःखमेव महाभागदारुणं प्राणनाशनं तादृशं तस्य सौहृद्यात् पुत्रो भूत्वा महागुणैः अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति दुःखं दत्त्वा प्रयात्येवं भूत्वा भूत्वा पुनः पुनः यदाः पुत्रपुत्रेदि प्रलापं हि करोति सः तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता अनेनापहृतं न्यासं मदीयस्योपकारणम् द्रव्यापहरणेनापि न मे प्राणा गता किल दुःखेन महता चैव असह्येन च वै पुरा तथा दुःखं प्रदत्त्वाहं द्रव्यमुद्गृह्य चोत्तमं गतांस्मि सुभृशं चाद्य कस्याहं सुद ईदृशः न चैष मे पिता पुत्रपूर्वमेव न कस्यचिद् पिशाच त्वं मया दत्तमस्यैवेदि दुरात्मनः एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनः पुनः प्रयात्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम् एवं न्यासं समुद्धर्तु पुत्रा कान्त भवन्ति वै संसारे दुःखबहुला दृश्यन्ते यत्र तत्र च ऋणसम्बन्धिनपुत्रान् प्रवक्ष्यामि तवाग्रदः इति श्रीपद्मपुराणे भूमिखण्डे सुव्रतोपाख्याने एकादशोऽध्यायः ॐ